नमः सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्। ॐ येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। ऐ उण ऋलृक् एयोङ् अय्यौच् हयवरट् लण् ञमगणनं ञवै गडदश् झवगडदश् खफचटतटत् कपै शषसर् हल् इति प्रत्याहारसूत्राणि। नौ ऐ हव् मेड् दिस् तत्पुरुषसूत्राणि हियर्। गोमति भगिनी पठतु। Whom did you call Mahoday? I didn't get it. You only. You can read the sutras. It is there in the screen. Otherwise, if you have the book, you can read from the book. Yeah, I have the book also, but I will read from the screen. Yeah. Tatpurushas, namaste. Tatpurushasamasa sutrani. Tatpurushah vikushcha vitiyashritatita patita. गत्यत्यस्तप्राप्तापन्नैः स्वयं तेन खट्वाक्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमानार्थसमोनार्थकलहनिपुणमिश्रलक्षणैः मिश्रश्लक्ष्मैः कर्तृकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्येन व्यञ्जनम् अक्षेण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी पञ्चमी भयेन अपेता पोड मुक्त पतित पत्रैस्तैः अल्पशः स्तोकान्तित दूरार्थकृच्छ्राणित्तेन सप्तमी शौण्डैः सिद्धशुष्क पक्वबन्धैश्च ध्वाङ्गेण क्षेपे कृत्यैरिणे संज्ञायां तेनाहोरार्थवयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवला समानाधिकरणेन दिक्संख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्यप्रयोगे विशेषणं विशेष्येण बहुलम् पूर्वापरप्रथमचरणचरमजघन्यसमानमध्यमध्यमवीराश्च श्रेणादयः कृतादिभिः तेन नन्यशिष्टेनानन्य सन्महत्परमोत्तमोत्कृष्टा पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानम् कतरकतमौ जातिरिप्रश्ने किं क्षेपे पोटा युवतिस्तोककतिपयदृष्टिधेनुवशावेहदवशकयणिप्रवृत्तश्रोत्रियाध्यापकद्योतैर्जातिः प्रशंसावचनैश्च युवा खलति पलितबलिवलिनज्जरतिभिः कृत्य तुल्याख्याजात्या वर्णो वर्णेन कुमारः श्रवणादिभिः चतुष्पादो गर्भिण्या मयूरव्यकासङ्ख्यश्च व्यंसकादयः मयूरव्यंसकादयश्च पूर्वापरधरोत्तर पूर्वाधरपरोत्तरमेकदेशि एकदेशिनेकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतूर्णयः द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालापरिमाणिना नन्य ईषत्कृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थ सदव्ययदव्यसमानाधिकरणे तेन न पूजायाम् अधिकरणवचिना च कर्मणि च त्रिजकाभ्यां कर्तरि च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदमतिम् अमैवाव्ययेन तृतीया प्रभृतिन्यन्यतरस्यां त्वाच्च तत्पुरुषसमासान्तसूत्राणि तत्पुरुषस्याङ्गुले सङ्ख्याव्यवाय तत्पुरुषस्याङ्गुले सङ्ख्याव्ययादेः अह सर्वेकदेशसङ्ख्यातपुण्या च रात्रेः अन्नोन्न एवेभ्यः न सङ्ख्यादे समाहारे उत्तमैकाभ्यां च राजाभ्यष्टश्च गोहोतद्धिदलुकि अग्राख्ययामुरसः अग्राहख्यायामुरसः अनो अश्माय इट्स् वेरि स्माल् अनोष्माय परसां जातिसंज्ञो संज्ञयो संज्ञयोः ग्रामकौडाभ्यां च तक्ष्णः अतेः शुनः उपमाना द्रपानिषु उत्तरमृग पूर्वाश्च षट्ठनः नावो द्विगो अर्धाच्च खार्याः प्राचां द्वित्रिभ्यामञ्चलेः अनसन्तान्नपुंसकाच्छन्दसि ब्रह्मणो जानपदाख्यायां कु महद्भ्यामन्यतरस्याम् धन्यवादः भगिनि धन्यवादः समाससूत्राणि कुत्र अस्ति महोदय समाससूत्राणि द्वितीयाध्याये द्वितीयपादे अस्ति समासान्तसूत्राणि चतुर्थपादे ओके चतुर्थपादे चतुर्थाध्याये चतुर्थपादे अस्ति ओके चतुर्थपादे चतुर्थाध्याये षडशीति आरभ्य चतु अधिकं एकशतं पञ्चाधिक एकशतं पञ्चाधिकम् एकशतं अस्तु तत्पर्यन्तम् अस्तु महोदय धन्यवादः धन्यवादः गो थ्रू द सूत्रास् नौ रोहिणी भगिनी आं महोदय द्वितीया तत्पुरुषसमासः अत्र आरभ्य पठतु एकवारं द्वितीया तत्पुरुषसमासः द्वितीयतत्पुरुषसमासस्य विषये षट् सूत्राणि सन्ति. द्वितीयपादे प्रथम द्वितीयाध्याये प्रथमपादे चतुर्विंशतिसूत्रात् आरभ्य द्वितीयाध्याये प्रथमपादे एकोनत्रिंशत् सूत्रपर्यन्तं क्रमेण एतेषां सूत्राणां विषये पठिष्यामः. द्वितीयान्तस्य सुबन्धस्य श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्नश्च एतैः पदैः सह द्वितीयतत्पुरुषसमासः भवति. अग्रे पठामि. पठतु पठतु. द्वितीय श्रितातीत पतित गता अत्यस्त प्राप्तापन्नैः द्वितीयान्तं सुबन्धं श्रित अतीत पतित गता अत्यस्त प्राप्त आपन्न इत्येतैः सुबन्धैः सह समस्यते. द्वितीयान्तं सुबन्धं श्रितादिभिः सह समस्यते. तत्पुरुषश्च समासो भवति. श्रुतश्च अतीतश्च पतितश्च गतश्च अत्यस्तश्च प्राप्तश्च आपन्नश्च तेषाम् इतरेतरद्वन्द्वः श्रुतातीतपतितगदात्यस्त प्राप्तापन्नाः तैः श्रुतातीतपतितगदा अत्यस्त प्राप्तापन्नास्तैः तृतीयग्रहणे तदन्धा ग्राह्याः परिभाषा इति परिभाषया तदन्तविधिः भवति. तेन बलेन तदन्तविधिः भूत्वा द्वितीयान्तः इति अर्थः लभ्यते. द्वितीयप्रथमान्तं श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्नैः तृतीयान्तं द्विपदमिदं सूत्रं सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. सः सुपा इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति. अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति. प्राक्कटरसमासः इत्यस्य अधिकारः अस्ति. तत्पुरुषः इत्यस्य अधिकारः अस्ति. विभाषा इत्यस्य अधिकारः अस्ति. अनुवृत्तिसहितसूत्रं द्वितीय सुप् श्रुतातीतपतित गत अत्यस्त प्राप्त आपन्नैः सुभिः सह विभाषा तत्पुरुषसमासः. एतत् सूत्रं वदति द्वितीयान्तपदं श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्न एतैः शब्दैः सह समस्यते. तत्पुरुषसमासः भवति. तत्र परिभाषा अपि अस्ति ग्रहणे तदन्ताः ग्राह्याः इति परिभाषा वदति. दट् मीन्स् श्रित अधीत इति अन्ते अस्ति चेत् अपि समासः तत्पुरुषसमासः भवति. न भगिनि, तत् प्रत्ययग्रहणे तदन्तग्राह्या इति सूत्रं किं वदति? द्वितीया इति पदस्य सूत्रे द्वितीया इति पदस्य विवरणं ददाति. तत्र द्वितीया इति पदस्य प्रत्ययग्रहणे तदन्तग्राह्य इति परिभाषया द्वितीया प्रत्ययान् ग्रहणेन द्वितीया प्रत्ययान्तसुबन्धानि इति अर्थं लभ्यते. बुध्यते. प्रत्ययग्रहणे तदन्ताः ग्राह्य प्रत्यय द्वितीया अन्तसमपदेन इति अर्थः. द्वितीयप्रथमान्तं श्रित अतीतपतित गत अत्यस्त प्राप्त आपन्नैः तृतीयान्तं द्विपदं सूत्रं द्विपदं सूत्रं द्वितीय सूत्रे द्वितीय प्रथमविभक्ति एकवचनं श्रित अतीत अति तृतीयान्त बहुवचनं सुभामन्त्रिरे पराङ्गवत्सरे इति अस्मात् सूत्रात् अनुवृत्तिः भवति. सुप् इत्यस्य एव अनुवृत्तिः भवति. सः सुप इति सूत्रस्य सुप इत्यस्य अनुवृत्तिः. प्राक्कटारसमासः इत्यस्य अधिकारः. तत्पुरुषः इत्यस्य अधिकारः. विभाषा इत्यस्य अधिकारः. त्रीणि सूत्राणि अधिकारे अस्ति. द्विसूत्रे अनुवृत्तिः अपि भवति. सः सुप इति अस्ति न सुप इति सुपामन्त्रे इति सूत्रात् सुप् इत्यस्य सो अनुवृत्तिसहितसूत्रं भवति द्वितीय सुप् श्रुत अधीत पतित गत अत्यस्त प्राप्त आपन्नैः सुप्भिः सह विभाषा तत्पुरुषः समासः तस्य अनुवृत्तिसहितसूत्रस्य विवरणमस्ति द्वितीयान्तपदं द्वितीयान्तसुगन्धपदम् इति द्वितीया सुप् इति पदेन ग्राह्यं करणीयम् द्वितीया सुप् इत्युक्ते द्वितीयान् प्रत्ययान्त सुप् इति प्रत्ययग्रहणे प्रत्यय तदान्तग्राह्य इति परिभाषया तत् सुप् सितातीतपतितगत्यस्तावत् प्राप्तापन्नै एतैः पतैः सुब्भिः सह समासः भवति अधिकारत्रयमस्ति प्राक्कडारसमासः तत्पुरुषः एवं विभाषाः विभाषा एतेषु अधिकार अन्तर्गतं भूत्वा व्यस्तप्रयोगमपि भवितुम् अर्हति तदेव धन्यवादः भगिनि धन्यवादः रोहिणी शर्मिला भगिनि तत्र प्रथमा निर्दिष्टं समासः अतः प्रक्रिया पूर्वं अस्मिन् सूत्रे द्वितीया इति शब्दः प्रथमाविभक्तौ अस्ति अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति उपसर्जनसंज्ञानन्तरं द्वितीया इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति सूत्रेण द्वितीयान्तं पदं समासे पूर्वं तिष्ठति इति अर्थः लभ्यते इदानीं पर्यन्तं प्रक्रियायाम् अस्माभिः दृष्टं यत्र विधिसूत्र अस्ति तत्र यः शब्दः प्रथमाविभक्तौ अस्ति तस्य प्रथमानिर्दिष्टम् समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति अपि च उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनसंज्ञकशब्दस्य पूर्वनिपातः भवति यथा अत्र पुनः एक उदाहरणमस्ति कृष्णं श्रितः कृष्णश्रितः कृष्णस्य आश्रयः स्वीकृतः कृष्णश्रितः इति समस्तपदस्य शास्त्रीयप्रक्रिया अधोलिखिता अस्ति अत्र अलौकिकविग्रहवाक्यं भवति कृष्णयोगः अम् श्रितयोगः सु तत्र समाससंज्ञा भवति प्राक्कडारात् समासः इति सूत्रेण तत्पुरुषः इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति विधिसूत्रमस्ति द्वितीया श्रितातीतपतित गतात्यत् प्राप्तापन्नैः तत्र कृष्णमिति द्वितीयान्तं सुबन्तं पदं श्रित इति श्रितः इति सुबन्तेन सह समस्यते तदनन्तरं कृष्णयोग अं योग श्रितयोगस्सु इति शब्दसमूहस्य सर्वसमूहस्य प्रातिपदिकसंज्ञा भवति कृत्तधितसमासाश्च इत्यनेन तदनन्तरं सुग्लुक् भवति अवयवरूपेण ये सुप्रत्ययाः सन्ति तेषां लुक् भवति सुपोधातुप्रातिपदिकयोः इति सूत्रेण कृष्णयोगः श्रित इति स्थितिः अस्ति तत्र सुप्तिनन्तं पदम् इति सूत्रेण तस्य पदसंज्ञा अस्ति अत्र यद्यपि सुप्रत्ययाः न दृश्यन्ते परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण पदसंज्ञा अस्ति एव पुनः कृष्णयोगः श्रित् इति स्थितौ प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण द्वितीयान्तं पदम् अर्थात् कृष्ण एतस्य पदस्य पूर्वनिपातः भवति कृष्णयोगः श्रित् इति श्रित इति भवति इदानीं लिङ्गनिर्णयं करणीयं तत्र परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण यः शब्दः परे अस्ति तस्य परे वा अन्तिमशब्दस्य लिङ्गं वचनं च समस्तपदस्य अपि भवति अत्र श्रितः इति पुल्लिङ्गविवक्षायाम् अस्ति अतः कृष्णश्रित इति समस्तपदं भवति तत्र सुऔजस् अमौक्षस् इति दीर्घसूत्रेण सुबुत्पत्तिः भवति. कृष्णश्रितयोगः सु इति स्थितिः अस्ति. सुप्तिङन्तं पदम् इत्यनेन कृष्णश्रितयोगः सु अत्र उकार इत्संज्ञकः अस्ति, अतः कृष्णश्रितस् इति स्थितिः अस्ति. ससजुषोरुः इत्यनेन पदान्ते सकार यः सकारः तस्य रु आदेशः भवति, कृष्णश्रितर् इति भवति. अपि च खरवसानयोर्विसर्जनीयः इत्यनेन रोः विसर्गः भवति, कृष्णश्रितः इति समस्तपदं प्रथमाविभक्तौ एकवचने अस्ति. तत्र रामशब्दवत् सर्वासु विभक्तिषु रूपाणि भवन्ति. धन्यवादः. एवं नरकं श्रिता, दुःखम् अतीता, कान्दारम् अतीता, कूपं पतिता, नरकं पतिता, ग्रामं गता, तरङ्गम् अत्यस्त, सुखं प्राप्त, सुखम् आपन्न, दुःखम् आपन्न, कृष्णं कष्टमापन्न, एतानि अन्यपदानि श्रितातीतपतितगति गत्य श्रितातीत सूत्रस्य अन्यपदानि अस्ति न, श्रितातीतपतितगति गतत्यस्त प्राप्तापन्नैः, तेषाम् एकैकं पदं स्वीकृत्य द्वितीयान्तं पदं सहितं उदाहरणं दत्तानि अस्ति. अत्र नरकम् इति द्वितीयान्तपदमस्ति, दुःखं कान्तारं, कूपं, नरकं, तरङ्गं, सुखं, दुःखम् एतेषु कष्टम् एतेषु पदेषु तद्धिदान्तसुबन्धपदानां योजनेन सूत्रे दत्तमस्ति, तेषां तत्पुरुषसमासः भवति, द्वितीया तत्पुरुषसमासः भवति. अत्र प्रकृतसूत्रे श्रिता इति शब्दस्य आदिप्रकृतिः स्वीक्रियते, अर्थात् श्रिता इति शब्दस्य तदन्तविधिः न स्वीक्रियते. यथा कष्टं परमाश्रिता इत्यस्य कष्टपरमाश्रिता इति समासः न भवति, यतोहि परमश्रितः इति पदे श्रितः इति पदं तदन्तविधिः न तु तदादिविधि. अत्र कष्टं परमश्रित इति व्यस्तप्रयोग एव शक्यः. एत अत्र एक व्यस्तप्रयोगस्य विषये विभाषा इति अन्तर्भूत इति कृत्वा अन्यत् अस्ति. आदिप्रकृतिशब्दस्य आदिप्रकृतिः स्वीक्रियते, श्रिता इति शब्दस्य आदिप्रकृतिः, अर्थात् श्रिता इति शब्दस्य तदन्तविधिः न स्वीक्रियते. केवलं द्वितीया इति पदशब्दस्य सूत्रे द्वितीया इति पदस्य एव तदन्तविधिः स्वीक्रियते. तत्कारणेन कष्टं परमाश्रित इति त्रीणि त्रीणि सुबद्धानि अस्ति अत्र. कष्टम् एकं, परमम् इति द्वितीयं, श्रित इति तृतीयमस्ति. इति कृत्वा परमश्रिता इति द्वितीयतत्पुरुषसमासः एव भवति, किन्तु तस्य कष्टम् इति अन्यद्वितीयपदस्य सहितं समासः न भवति इति एव उक्तमदीयते. तत्कारणेन कष्टं परमश्रितः इति व्यस्तप्रयोगः एव शक्यः इति दत्तमस्ति. कोऽपि संशयः अस्ति वा महोदय? मम एकः प्रश्नः अस्ति. पृच्छतु भगिनि. दिस् सूत्रं परवल्लिङ्गं स्वीकरणीयं तत्पुरुषद्वन्द्वसमासयोः इति सूत्रमस्ति न? तत् अतिदेशसूत्रम् इति दीक्षित् महोदयायाः पुस्तके अहं दृष्टवती. कथं किं विधिसूत्रमेव लिङ्गं विधीयते न? पर्वलिङ्गं द्वन्द्व तत् किम् अस्ति चेत् पर्वत् यत्र यत्र वत् इति सूत्रे दृश्यते तेषां संज्ञा अस्ति अतिदेशं. पर्वत् इति वत् न, यत् नास्ति तत् अन्यत् वत् भवति, तदेव अतिदेशं. यत्र यत्र पूर्वं दृष्टवन्तवान् सर्वधातुकम् अपि अत्र ङित्वत् ङित्वत् भवति इति पठितवन्तः भवान् तत्र यत्र यत्र वत् इति अर्थे जायते अथवा सूत्रे स्वयं दृश्यते चेत् यत्र वत् इति भवति तस्य सेक् संज्ञा अस्ति अधिदेश किन्तु यत् साक्षात् इति विधिसूत्रमस्ति चेदपि तस्य अधिदेशसंज्ञा अपि अस्ति बिकास् आफ् द वत् परवत् ङित्वत् ङित्वत् भवति तत् अधिदेशसूत्रम् अस्ति अधिदेशं भवति न तत् तत् कारणेन सर्वधातुकम् अपि इति अधिदेशसूत्रं वर्तते तत् पर्वत् दट् इट्सेल्फ् सूचयति यत् अधिदेशसूत्रम् अधिदेशम् अधिदेशं संज्ञा भवति अधिदेशसूत्रं नास्ति अधिदेशसंज्ञा भवति किन्तु सूत्रं स्वयं विधिसूत्रमस्ति द्वन्द्वतत्पुरुषयोः लिङ्गं भवति पर्वत् मीन् उत्तरपदवत् उत्तरपदस्य यत् लिङ्गं भवति द्वन्द्वपदतत्पुरुषयोः समस्तपदस्य लिङ्गं भवति उत्तरपदस्य इति एव तस्य अर्थः अस्ति अस्तु धन्यवादः अत्र सुप्तिङ्गन् यद् सप् इति गोमिति भगिनी पठतु वा स्वयम् इति अग्रिमसूत्रम् द्वितीयबिन्दुः स्वयम् इति अव्ययस्य तप् प्रत्ययान्तेन सह द्वितीया तत्पुरुषसमासः भवति स्वयम् इति अव्ययमस्ति तत् अव्ययं तत्प्रत्ययान्तशब्देन सह द्वितीया तत्पुरुषसमासः क्रियते सूत्रं स्वयं तेन द्वितीय अध्याये प्रथमपादे पञ्चविंशतितमसूत्रं स्वयम् इति अव्ययं तत्प्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते तत्पुरुषश्च समासो भवति स्वयम् आत्मना इत्यस्मिन् अर्थे वर्तते द्वितीया श्रितातीतपतितगत्यत्यस्तप्राप्तापन्नैः इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति परन्तु द्वितीया इति न सम्बध्यते अयोग्यत्वात् अर्थात् स्वयम् इति पदम् अव्ययमस्ति अतः तस्य विभक्तेः लुक् भवति अव्ययादाद् आप् सुपः इति सूत्रेण अव्ययादाप् सुपः इति सूत्रं वदति अव्ययात् परस्य आप् अव्ययात् परस्य आप्रत्ययानां सुप् प्रत्ययानां च लुक् भवति इति अत्र स्वयम् अव्ययमिति कृत्वा द्वितीयान्तं पदं भवितुं न अर्हति एतस्मात् कारणात् द्वितीया इति अनुवृत्त्यस्य पदस्य अन्वयः न भवति अस्मिन् सूत्रे यद्यपि द्वितीया इति पदस्य अन्वयः नास्ति तथापि तस्य अनुवृत्तिः भवति यतोहि उत्तरार्थं द्वितीया ग्रहणम् अनुवर्तते स्वयम् अव्ययं तेन तृतीयान्तम् सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति प्राक्कटारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सः सुपा इत्यस्य अधिकारः विभाषा इत्यस्य अधिकारः तत्पुरुषः इत्यस्य अधिकारः द्वितीयाश्रितातीतपतितगत्यत्यस्तप्राप्तापन्नैः इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः भवति अनुवृत्तिसहितसूत्रं द्वितीया स्वयं सुप् तेन सुपा सह विभाषा तत्पुरुषसमासः भगिनी तत्र एकं स्पष्टीकर्तुम् इच्छति श्रितातीत पतित गता अत्यस्त नाट् गत्यस्त गता अत्यस्त क्षम्यता यु बिन् रीडिङ्ग् बोत् द टैम्स् गत्यस्थ इट् इस् नाट् गत्यस्थ गतास्त्यस्थ धन्यवादः महोदय. स्वयं तेन इति सूत्रं तत्र द्विपदं सूत्रं स्वयम् इति अव्ययपदं तेन इति तृतीयान्तं पदं सूत्रं स्वयं तेन एव अत्र स्वयम् इति अव्ययपदमस्ति स्वयम् इति अव्ययपदं तृतीयान्त तेन समर्थेन सुबन्तेन विकल्पेन समस्यते तत्पुरुषसमासः भवति इति सूत्रं वदति. अत्र द्वितीया तृतीया इति किमपि न उक्तं प्रथमपदस्य विवरणे तेन इत्युक्ते तद् तृतीयान्तमस्ति तु तृतीयान्तपदेन समस्यते इति अस्माभिः वयम् अवगन्तुं शक्नुमः. स्वयम् इति अव्ययम् अतः तस्य सुप्रत्ययः लोपः भवति अव्ययादाप्सुपः इति सूत्रेण अतः स्वयम् इति एव सूत्रे दत्तमस्ति. परन्तु तत्र सुप्रत्ययः अस्ति इति वयं जानीमः. द्वितीया इति न उक्तं चेदपि स्वयम् इति पदस्य प्रथमा विभक्ति अर्थौ भवति अतः तत् उपसर्जनसंज्ञां प्राप्त्वा प्रथमम् अग्रे समस्तपदे अग्रे आगच्छति इति अर्थः भवति. अनन्तरं प्राक्कटारासमासः सुभामन्त्रिते पराङ्गवत्स्वरे सहसुपा विभाषा तत्पुरुषः एतानि सूत्राणि अधिकारसूत्राणि अस्ति. द्वितीया श्रिता अतीतपतितगतात्यस्य प्राप्तापन्नैः तत् सूत्रस्य अनुवृत्तिः अपि भवति. अतः सूत्रम् अनुवृत्तिसहितसूत्रं भवति द्वितीया स्वयं सुप स्वयम् इति द्वितीया विभक्तेन उक्त्वा तत्पदं तृतीयान्तपद सुप्वा सह समस्यते रूपद्वयं भवति विभाषा इति अधिकारे अस्ति अतः रूपद्वयं भवति तत्पुरुषसमासः अपि तत्पुरुषसमासः भवति इति स्वयं तेन सूत्रम् अग्रिमपरिच्छेदमपि पठतु. अस्मिन् सूत्रे स्वयम् इति शब्दः प्रथमाविभक्तौ अस्ति अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञानन्तरं स्वयम् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति सूत्रेण द्वितीयान्तं पदं समासे पूर्वं तिष्ठति. सूत्रं स्वयं तेन स्वयम् इति अव्ययपदमस्ति अव्ययपदम् अतः तस्य सुपा लोपः भूत्वा स्वयम् इति एव वयं पश्यामः. अत्र स्वयम् इति प्रथमविभक्तौ अस्ति अतः तस्य उपसर्जनसंज्ञा भवति प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण. अतः उपसर्जनं पूर्वं सूत्रेण यत् प्रथमाविभक्तौ निर्दिष्टं तत् पदं समस्तपदे अग्रे आगच्छति अतः स्वयम् इति अव्ययपदं पूर्वपदं भवति. अनन्तरं तृतीया विभक्तौ यत् पदम् उक्तं तत् पर उत्तरपदं भवति. अत्र एकं स्पष्टीकरणार्थं वदामि स्वयम् इति अव्ययं पदमस्ति तस्य प्रत्ययं न दृश्यते अव्ययदाप्सुपः इति सूत्रेण लुक् भूत्वा किन्तु तत्कारणेन स्वयम् इति सर्वासु विभक्तिषु समानमेव दृश्यते. द्वितीया इति पूर्वसूत्रात् अनुवृत्ति भवति सुदीया स्वयम् इति अनुवृत्तिरूपेण द्वितीयान्तं स्वयम् इति स्वीकरणीयम्. तत्र स्वयम् इति द्वितीयान्तं स्वीकृत्य सुप् द्वितीयापदं तेन तत्र तेन इति प्रत्ययान्तग्रहणं भवति ते तान्तसुबन्धेन तेन इत्युक्ते तान्तसुबन्धेन सह समास्य भवति. किन्तु तत्र प्रश्न उदेति यदि स्वयम् इति द्वितीया विभक्त्यां स्वीकृतं चेत् तस्य कस्य पदस्य पूर्वसंज्ञा पूर्वनिपातं भवति इति प्रश्न उदेति. तत्र स्वयम् इति अव्ययमस्ति कृत्वा तस्य प्रथमाविभक्ति समानरूपम् एव भवति इति कृत्वा सूत्रे प्रथमा निर्दिष्टम् इति स्वीकरणीयम्. अस्मिन् सूत्रे स्वयम् इति शब्दस्य प्रथमाविभक्तौ अस्ति अतः तस्य प्रथमानिर्दिष्टं समासोपसर्जनम् इति भूत्वा प्रथमा भवति. किन्तु प्रक्रिया कर्तुं समये तत्र स्वयम् इति द्वितीयान्तं स्वीकृत्य तेन अन्तेन सुबन्तेन सह समस्यते इति तस्य रूपद्वयमस्ति. निपातनं कर्तुं समये तस्य प्रथमाविभक्तिं स्वीकृतं चेत् समास प्रक्रियावसरे तस्य द्वितीयान्तं स्वीकरणीयं तदेव तस्य प्रत्येकस्य अनुवृत्ति एव सहायं करोति. तत्र द्वितीया इति अनुवृत्ति कृत्वा द्वय स्वयम् इति पदस्य अव्ययपदस्य द्वितीयान्तं स्वीकर्तुं सहायं करोति. क्लियर्. धन्यवादः. अत्र उदाहरणमपि पठतु भगिनि. स्वयं कृतः उदाहरणेन स्वयं कृतः इति समस्तपदं स्वयं योगः कृत योगः सु इति अलौकिकविग्रहः. अस्मिन् प्रसङ्गे एकः प्रश्नः उदेति यदि अत्र समासः न जायते तदापि सन्धिकार्यं कृत्वा स्वयं कृतः इति पदं न सिद्ध्यति एव तर्हि समासस्य का आवश्यकता. समासे कृतपि सन्धिः भवति समासे अकृते अपि सन्धिः भवति उभयत्र रूपं तु समानम् एव. स्वयं कृत इति पदद्वयम् समासं कृत्वा स्वयं कृतः इति रूपं प्राप्तम्. समासः न कृतः चेदपि सन्धिरूपेण अनुस्वारस्य इ परसवर्णः इति सन्धिं कृत्वा अपि स्वयं कृतः इति रूपं भवति. तो समासः किमर्थं करणीयम् इति प्रश्नः अस्ति. पठामि. अस्य प्रश्नस्य समाधानम् एवं भवति एव भवति सारी अस्य प्रश्नस्य समाधानमेव अस्ति यद्यपि स्वयं कृतः इत्यत्र भेदः नास्ति तदापि यदि तस्मात् तथितप्रत्ययः विहितः भवति तदानीं भेदः भवति. समासे कृते स्वयं कृत इति शब्दात् स्वयं कृतस्य अपत्यम् इत्यस्मिन् अर्थे तस्यापत्यम् इत्यस्मिन् अधिकारे अत इञ इति सूत्रेण तस्यापत्यम् अस्मिन् अर्थे अदन्तेभ्यः प्रातिपदिकेभ्यः इङ् प्रत्ययः भवति. अधुना इङ् इति प्रत्ययः विधीयते चेत् तदानीं तथितेषु तथितेष्वचामादेः इति सूत्रेण णित् ञत् तथितप्रत्यये परे अङ्गस्यादिस्वरस्य वृद्धिः भवति. अतः स्वयंकृत् इत्यस्य आदिवृद्धिः भूत्वा स्वयंकृता योग इ इति भवति. तत्पश्चात् यस्य तत्र दीर्घाकारमस्ति स्वायं कृता योगः इ वृद्धि भवति न वृद्धि वृद्धिः भवति आदिस्वरस्य वृद्धिः भवति आमां तत्र स्वायं कृत इति प्लस् इ योगः इ आमां भवति स्वायं कृत भवती दीर्घत्वं न पठितं तदेव आम् अहं केवलं पठामि अर्थं न अवगच्छामि न न अथा इति आरभ्य पठतु इतर इतर अथा इति आरभ्य द्वारा एकवारं पठतु अतः स्वयंकृत इत्यस्य आदिवृद्धिः भूत्वा स्वयंकृत योग इति भवति अवगच्छामि स्वयंकृतयोगः ञुत तथितपरे वृद्धिः भवति किमर्थं चेत् अन्ते अजन्तमस्ति चेत् वृद्धिः भवति अदन्तम् अस्ति चेत् वृद्धिः भवति अतो वृद्धिः अतो वृद्धिः इति सूत्रेण अधोवृद्धिः नै तद्धितेष्व चामादे इति सूत्रेण ञित् ञित् प्रत्यये तद्धितप्रत्यये परे अङ्गस्य आदिस्वरस्य वृद्धिः भवति अत्र तद्धितप्रत्ययः अस्ति अतः आदिवृद्धिः भवति अत्र अत्र प्रत्यय प्रत्ययमस्ति ईञ् ईञ् प्रत्ययः ञित् अस्ति ञकार यत् अस्ति कृति ञित् अस्ति तद्धितप्रत्ययः अस्ति तत्कारणेन तद्धितेष्व चामादेः तद्धितेषु अच् आम् आदेः इति सूत्रेण आदिवृद्धिः भवति प्रथम आदिमस्वरस्य इति कृत्वा स्वाय बिकम् स्वाय दीर्घाय परन्तु केवलम् ञित् भवति अस्ति चेत् अपि वृद्धिः भवति न दिस् वन् इस् बिकास् आफ् द तद्धितप्रत्यय रूल्स् दिस् इस् अ तद्धितप्रत्यय this tathita pratyaya also is nit so because of nit pratyaye tathita pratyaye adantat angasya vriddhir adir vriddhi bhavati tadideshwa chamade idi sutrena iti karanat swayankrita becomes swayankrita लैक् यु नो वि हेव् नो दुर्भाग्यं बिकम्स् दौर्भाग्यं बिकम्स् दौ सो आल् दिस् आदिवृद्धि हेपन्स् बिकास् आफ् दिस् प्रत्येकं सूत्र ञित् ञित् अस्ति चेत् अतः स्वायंकृत् योग इ स्वायंकृतिः इति रूपं निष्पद्यते यदि स्वयमपि च कृतः अनयोः समासः नास्ति तर्हि तथितोत्पत्ति अपि न भवति केवलं कृत् इति शब्दात् तथितोत्पत्तिः भवति चेत् कार्तिः इति पदं सिध्यति तस्य समासः स्वयम् इति पदेन सह क्रियते चेत् स्वयंकार्तिः इति अनिष्टरूपं सिद्ध्यति स्वयंकृतिः इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति समस्तपदं भवति यदि भगिनी शृणोतु यदि तद्धितप्रत्ययान्तं स्वीकृत्य कृति इति पदस्य सहितं अत ई इति सूत्रेण इञ् प्रत्यय तद्धितप्रत्ययं योजयित्वा कृत्वा तत्र कृति बिकम्स् कार्ति पूर्वस्वरस्य वृद्धिः भवति इति कृत्वा कृति बिकम्स् कार्ति नो दट् ईस् वर्ड् दट् इल् अप्लै द आदिवृद्धि विल् हेपन् ओन्लि टु द प्रथम कृति कृत इति तद्धितप्रत्ययस्य कृता प्लस् ईञे तत्र अकार लोपो भवति यस्येति च इति सूत्रेण, बिकास् भासंज्ञ भूत्वा कृत् भवति, देन् कृत् प्लस् इ बिकास् आफ् द ञित् नेत् कृत् बिकम्स् कृ विल् कृ इस् अ स्वर, तस्य वृद्धि भूत्वा कृ वृद्धि बिकम्स् कार् कार्, सो इट् विल् बिकम् कार्ति. And because then Swayankarti will become the Rupa. If that is Anishtam. That is Anishtam. Hmm. But the Ishta Rupam is Swayankriti. So the Dirghattam should happen to the Akara after Swa, not after the Ka. For that only the Samasam is necessary. समासे कृते स्वयंकृतिः शब्दात् स्वयंकृतस्य अपत्यम् इत्यस्मिन् अर्थे तत्यावत्यम् इत्यस्मिन् अधिकारे अत इन् इति सूत्रेण. केन् यु एक्स्प्लेन् वन्स् अगेन् प्लीस् दिस्? वी हव् स्टार्टेड् वित् स्वयंकृत, सो वी हव् नौ स्वयंकृत. नो सी, स्वयंकृत देयर आर टू थिंग्स्, वेदर यू डू ऑर्डिनरी सन्ति और समास, the rupam is a similar. Okay, that is the first stage. So then why do we do samasa? That is the question. Samasa, because then there is a pratyaya for the apatyam ityasmin arthe taddidanta pratyaya asti putra putri iti rupasiddhyartham ata iny iti taddida pratyayam योजयित्वा एव तस्य कार् रूपं सिद्ध्यति. तत्र स्वयंकृत इति न समसं न भवति चेत् तत् व्यस्तप्रयोगे स्वयं कृत इति रूपद्वयं भवति. तत्र ये अपत्यं स्त्री इति अपत्यं पुमान् इति अर्थस्वीकरणीयं ईञ् प्रत्यययोजनेन कृत इति पदस्य सहितमेव तद्धिताप्रत्ययं योजयति. यदि कृता इति पदस्य सहितं योजयित्वा ई प्रत्यय योजयिता तत् कार्ति इति रूपं भवति आदिवृद्धिकारणेन. तदनन्तरं सन्धि भवति चेत् स्वयं कार्ति इति रूपं भवति. तद् अनिष्टरूपम् अस्ति, बिकास् द ई प्रत्यय इस् एडेड् टु द तद्धित प्रत्यय एस् फार् द अपत्यं स्त्री अपत्यं पुमान् इति अर्थं सिद्ध्यति इति कारणेन. एण्ड् वेन् निच् नित् इति प्रत्यय तद्धित प्रत्ययम् अस्ति चेत् तद्दिशे तद्धितेषु आचामादे दट् सूत्रं वाट् इट् सेस् इस् to do the adivriddhi for the andasya angasya adivriddhi adiswarasya. So the adi pad, there is only padam krutaha is the padam, no krita tadyabra krita plus e there bha samnya asti iti krutva antima akarasya lopa bhavati krut bhavati कृत् योगः इ वेन् वि गेट् कृत् योगात् इ बिकास् आफ् तद्धितेषु अचामादेः आदिस्वरस्य वृद्धिर्भवति इति कृत्वा कृत् प्लस् इ बिकम्स् कार्त् प्लस् इ एण्ड् देन् द फैनल् फार्म् विल् बि कार्ति स्वयं देन् ओन्ली वि विल् देन् वि यु गेट् देन् यु डू द सन्धि देन् गेट् स्वयं प्लस् कार्ति स्वयं कार्ति this rupam, which is anishta rupam. To avoid this, if you do the samasa first, swayam krita, then you add ing, what happens is the swayam krita becomes swayam krit plus e. There the adiswara is not kr but swa. Yes. So because there the pratipadikam comes अङ्ग इस् स्वायङ्कृत् नाट् कृत् अलोन् एकमेव पदम् अतः स्वायङ्कृत एव तद्धितेषु वचनादेः सूत्रं कार्यं करोति प्रातिपदिकेभ्य स्वायङ्कृत इति स्वायङ्कृत् भवति बालोपानन्तरं टेलोपानन्तरं स्वायङ्कृत् तदनन्तरम् ई योजयित्वा ञित् इति कारणेन आदिवृद्धिः भवति आदिस्वरस्य तत्र स्वाक स्व आ आफ् स्वा विल् बिकम् द आदि आदिस्वर नाट् ऋकार आफ् कृत् दट् इस् द रीसन् वै द सन्धि इस् रिक्वैर्ड् ओके Yeah, clear. No, but Vidya Bhagini said she will take this sutra once again because it was not clear for many. So in the next class she will be taking and repeating this sutra. But here I have one doubt. I have one doubt. We have now two padas. One is स्वयं कृत इति समस्तपदं वन् इस् सन्धि कृत्वा स्वयं कृत इति सन्धिः प्राप्तरूपं पदद्वयं एकं समस्तपदम् एकं संहितपदम् नौ प्रातिपदिकं भवति यस्य च कार्यं करोति वि गेट् द इष्टरूपम् सन्धिरूपमेव आल्सो वि केन् टेक् इट् अस् वन् पद स्वयं कृत योग सन्धिपदं सन्धिपदं विल् नाट् गेट् अ प्रातिपदिक संज्ञा नो इट् विल् नाट् सो दिस् सूत्र विल् नाट् अप्लै नो दट् कृत् देर् द प्रातिपदिक संज्ञा केन् बि टेकन् ओन्ली फार् कृत् अङ्गं कृत् भवति या सो देर् द अङ्गं विल् बि ओन्लि कृत् इफ् इट् इस् अ सन्धि सो बिकास् इन् प्रातिपदिकसंज्ञा विल् बि ओन्लि फार् द अङ्गस्य अङ्गस्य तत्र शब्दद्वयमस्ति सुबन्धद्वयं स्वयम् इति अव्ययं कृत् इति कृतन्ध सुबन्धं तत्र प्रातिपदिकं कृतन्धस्य एव भवति इति कृत्वा कृत् एव प्रातिपदिकसंज्ञा भूत्वा तस्य टेलोपानन्तरं कृत् इति भवति प्लस् योगा कृति इति भवति कृति इति भव तत्र आदिवृद्धिः भवति कृत्वा कार्ति भवति यदि समासं कृत्वा प्रातिपदिकसंज्ञा निष्पन्नं भवति तत्र स्वायङ्कृतः इति समस्तपदमस्ति तत्र तद्धितान्तप्रत्ययं योज इन् इति प्रत्ययं योजयित्वा नूतनपदं निष्पन्नं भवति स्वायङ्कृति इति बिकास् इट्स् फार् द वर्ड् स्वायङ्कृति दर् आर् त्री स्टेप्स् फस्ट् वन् इस् स्वयम् इति अव्ययं कृतः इति तद्यक्तेन इति तान्तप्रत्ययेन सहित सुबन्धस्य समासं कृत्वा स्वयं कृतः इति रूपं सिद्ध्यति स्वयं कृतस्य अपत्यं पुमान् अपत्यं स्त्री इति निष्पन्नार्थम् ईन् प्रत्यय योजयति दट् इस् आफ्टर् द समास तत्र ईन् प्रत्यय योजयितं चेत् तद्दिदेषु अचामादेः इति सूत्रमयाति इति वदति आदिवृद्धि भूत्वा एव तस्य रूपं सिद्ध्यति इति तत्कारणतः स्वयकृत इति प्रातिपदिकस्य आदिम अस्वरस्य वृद्धि भूत्वा स्वाया भवति यदि समासं न कृतं चेत् स्वयं कृत स्वयं योगः कृतः स्वयं कृत सन्धि भूत्वा तत्र प्रातिपदिकसंज्ञा नास्ति, तत्र संहितापदमेव. संहितापदस्य प्रक्रियावसरे वि हव् टु स्प्लिट् द संहिता अगेन् टु डू द प्रक्रिया. वि केनाट् टेक् द संहितापद एस् वन् पद. That okay. case, what will happen there, Krita will become a separate padam, Swayam will remain as avyayam, then on Krita will do the prakriya. So Karti will be the rupa. And then you can do the samhita again, samasa again, and sandhi again. So you will get Swayam Kriti, Swayam Karti will become, which is anishta rupa. Correct. धन्यवादः महोदय. धन्यवादः. विल् स्टाप् हियर्. तत्र स्थगयामः. कोऽपि प्रश्नः अस्ति किल? सरला भगिनी अस्ति इति मन्ये. सरला भगिनी प्रश्नः अस्ति वा? न महोदय, इदानीं हात् खादतु. मया शुक्रवासरे 9 अहं न आगन्तुं शक्नोमि. ओ अस्तु, विलम्बेन आगति आगतवती. चिन्ता मास्तु. कोऽपि प्रश्नः अस्ति वा? न न महोदय, साधु. अस्तु, अत्र स्थगयामः. अस्य सूत्रस्य पुनरावृत्तिः भवति विद्याभगिन्या वर्गे इति कृत्वा कोऽपि प्रश्नः नास्ति चेत् अत्र स्थगयामः. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः.